गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः। विदाय हृदि विश्वेशं विदाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः। न्यायवर्गे सर्वेषां सुस्वागतम्। मुद्रा द्विविधा भवति इति अस्माभिः अधीतं। तत्र तदभाववत्ता मुद्रया प्रतिबन्धकज्ञानं प्रतिबद्ध्यज्ञानं प्रतिबध्यते इति एकविधा मुद्रा। तद् इत्यनेन प्रतिबद्ध्यज्ञाने यः प्रकारः अस्ति तत् स्वीकरणीयं। तद् अभाववत्ता मुद्रया, तर्हि तद् इति प्रतिबद्ध्यज्ञाने यः प्रकारः अस्ति तत् स्वीकृत्य, तदभावः इत्युक्ते प्रतिबद्ध्यज्ञाने यद् प्रकारः अस्ति तस्य अभावः, तदभाववत् इति आधारः भवति। तदभाववत्ता कुत्र अस्ति? तस्मिन् आधारे अस्ति, तादृश आधारः यस्मिन् ज्ञाने विषयः अस्ति। तज्ज्ञानं तया मुद्रया प्रतिबद्ध्यज्ञानं प्रतिबध्यते तदभाववत्ता मुद्रया इति एकाविध मुद्रा। द्वितीया तु तद् अभावव्याप्यवत्ता मुद्रया, इत्युक्ते तद्दिति पुनः प्रतिबद्ध्यज्ञाने यः प्रकारः अस्ति सः तदभावः प्रतिबद्ध्यज्ञानप्रकार अभावः तस्य व्याप्यः तदपेक्षया यस्य अनतिरिक्तवृत्तित्वम् अस्ति व्याप्यः, सः व्याप्यः यदि कस्मिंश्चित् अस्ति, अपि च तादृशविषयः यदि ज्ञानस्य विषयः अस्ति तदा तादृशज्ञानम् अपि यद्यपि प्रतिबद्ध्यज्ञानस्य प्रकारस्य अभावः साक्षात् अस्मिन् ज्ञाने न भासते, तथापि प्रतिबद्ध्यज्ञानप्रकारस्य अभावस्य व्याप्यः यदस्ति तद् भासते चेत्, यत्र यत्र व्याप्यः अस्ति तत्र तत्र व्यापकः अस्ति इति एव व्यापकयोः मध्ये सम्बन्धः। व्यापकस्य अपेक्षया अनतिरिक्तवृत्त्यत्वं व्याप्ये भवति इति कृत्वा, व्याप्यः अस्ति चेत् तत्र व्यापकः अपि भवेत्। तर्हि इदानीं व्यापकः कः? प्रकार अभावः। प्रकार अभावः इत्युक्ते प्रतिबद्ध्यज्ञाने यः प्रकारः अस्ति तस्य अभावः एव व्यापकः। तेन व्यापकेन यः व्याप्यः अस्ति सः व्याप्यः इदानीं प्रतिबन्धकज्ञाने प्रकारविधया भासते इति चेत् तत्र सामर्थ्यम् अस्ति, प्रतिबद्धुं सामर्थ्यं तादृशज्ञाने अस्ति इति मुद्राद्वयम् अस्माभिः अधीतम्। तदभाववत्ता निश्चयमुद्रया, तदभावव्याप्यवत्ता निश्चयमुद्रया इति। अस्तु, तर्हि इदानीं 239 पेज्। तत्र हेत्वाभासनिरूपण उपयोगिनां धर्मिणां प्रकाराणां च गणनम् इति, तत्र आरम्भं कुर्मः। अस्तु सत्यभाम भगिनी, आरब्धुमिच्छति वा? आं महोदय। हेत्वाभासनिरूपण उपयोगिनां धर्मिणां प्रकाराणां च गणनम् एतावता विवरणेन हेत्वाभासप्रकरणप्रवेशाय ज्ञातव्य अंशाः अस्माभिः चिन्तिताः। सम्प्रति अनिमितौ परामर्शे वा ये अंशाः सन्ति तान् क्रमेण पश्यामः। इदमत्र विवक्षितं व्याप्तिरूपः पक्षधर्मदारूपो वा हेतुगुणः, यस्मिन् हेतौ नास्ति सः तत्र यदि परामर्शे भासते तर्हि परामर्शस्य भ्रमत्वम् आवश्यकं। पक्षे अविद्यमानमेव साध्यं यदि साधयितुम् इष्टम् अनुमितेः वा भ्रमत्वम् आवश्यकम्? फलदश्च परामर्शः अनुमति वा अस्मिन् प्रकरणे भ्रमे भवति? भ्रमस्य विशेषता सापेक्षता प्रसिद्धा, तत्र अयं प्रसिद्धः श्लोकः विशेषे सर्वमन्मत्भ्रान्तं प्रकारे तु विपर्ययः। पुनः एकवारं पठतु भगिनी श्लोकं पुनः। विशेषे सर्वमत् सर्वमप्रान्तं सर्वम् अभ्रान्तम् ओ क्षम्यता सर्वम् अभ्रान्तं प्रकारे तु विपर्ययः अस्मिन् वर्चेदे भ्रमरूपज्ञानस्य विषये उक्तमस्ति अविद्यमानमेव साध्यम् इति साधयितुम् इष्टम् अनुमितेः भ्रमात्मकम् आवश्यकम् हेद्वाभासप्रकरणे महोदय अग्रे किम् आयास्यति इति इत्यस्मिन् विषये उक्तमस्ति इति मम चिन्तनं समीचीनं वा? किन्तु किञ्चित् उपोद्घातरूपेण उक्तम् अस्तु इदानीं किञ्चित् वयमेव चिन्तनं कुर्मः। प्रतिबन्धकज्ञानस्य लक्षणं किम्? प्रतिबन्धकज्ञान विश् अभावाभावप्रकारः अपि च विशेष तस्मात् पूर्वम् आरम्भतः तत्तु इदानीं समान आकारकत्वस्य लक्षणं किम् इति चेत् यथा भवती वदति तत्, किन्तु तस्मात् पूर्वं प्रतिबन्धकज्ञानं प्रतिबन्धकज्ञाने एकं लक्षणम् अस्ति समान आकारकत्वम् इति प्रमात्व भवति प्रमात्वे सति निश्चयत्वम् इति वा? सत्यं खलु प्रमात्वे सति निश्चयत्वे सति समान आकारकत्वम् तदनन्तरं समान आकारकत्वम् इत्युक्ते किम् इति तत्र चत्वारि लक्षणानि भवन्ति दलानि भवन्ति। अस्तु प्रतिबन्धकज्ञानं प्रमात्मकं भवेत् चेत् किमर्थं प्रतिबन्धकज्ञानं सर्वदा प्रमात्मकं भवेत्? प्रमात्मकम् अस्ति चेदेव प्रतिबद्धज्ञानं प्रतिबन्धुं शक्यते। किमर्थं प्रमात्मकं भवेत्? प्रमात्मकज्ञानमपि अन्यस्य ज्ञानस्य प्रतिबन्धनं कर्तुं शक्यते खलु। तत् निश्चयत्वं नास्ति खलु प्रमात्वमस्ति चेत्। इदानीं निश्चयत्वस्य विषये मा चिन्तयतु, केवलं प्रमात्वं किमर्थं प्रतिबन्धकज्ञानं प्रमात्मकं भवेत् इति अस्माभिः निश्चितम्। इत्युक्ते यदि पर्वते वह्निः अस्ति इति चिन्तयतु, तदेव वास्तविक स्थितिः। इदानीं मम मनसि पर्वते वह्निः नास्ति इति भ्रमात्मकज्ञानमस्ति चेत् तद् ज्ञानं यद्यपि भ्रमात्मकमस्ति तथापि यदि मम मनसि एतादृशभ्रमात्मकनिश्चयः अस्ति चेत् पर्वतः वह्निमान् इति अनुमितिः मयि जायते वा? न जायते खलु। तर्हि प्रतिबन्धकज्ञानं भ्रमात्मकम् अस्ति चेत् अपि प्रतिबद्धुं शक्यते तेन। किन्तु हेत्वाभासस्थले सर्वदा प्रतिबन्धकज्ञानं प्रमात्मकम् एव भवेत् इति अस्माभिः चिन्तितं चिन्तयित्वा निश्चितमपि। किमर्थम्? न स्मरामि महोदय, दृष्ट्वा वदामि. अत्र अत्र स्मरणविषये किमपि नास्ति, अत्र अवगच्छति चेत् भवत्या वक्तुं शक्यते, स्मृत्वा वक्तव्यम् इति नास्ति. प्रतिबद्धज्ञानम् अनुमिति न उपपद्यते वा? किम् अनुमिति? न न, हेत्वाभासस्थले हेत्वाभासप्रकरणे प्रतिबद्धज्ञानं कीदृशं भवेत्? अभाव प्रकारदायः अभावः न न न अत्र प्रमा वा भ्रमा वा इति एव चिन्तनं. भ्रमा भवेत् प्रतिबद्धं खलु, हेत्वाभासस्थले हेत्वाभासप्रकरणे प्रतिबद्धज्ञानं सर्वदा भ्रमात्मकं भवेत्. तदा जानन्ति, तदेव तदेव उत्तरं प्रश्नस्य उत्तरं. किमर्थं प्रतिबन्धकज्ञानं सर्वदा प्रमात्मकं भवेत् हेत्वासप्रकरणे इति प्रश्नस्य उत्तरं, हेत्वाभासप्रकरणे प्रतिबद्धज्ञानं सर्वदा भ्रमात्मकं. तर्हि भ्रमात्मकमस्ति इति कृत्वा प्रतिबन्धकज्ञानं सर्वदा प्रमात्मकं भवेत्, तदेव तत्र तदेव विरोधः भवति खलु, तदा एव विरोधः भवति इति इति प्रथमम् अस्तु. तदनन्तरम् इदानीं प्रतिबद्धज्ञाने भ्रमात्मकप्रतिबद्धज्ञाने चिन्तनं कुर्मः. केवलं पुनस्मारणार्थम् अहं पृच्छामि, अनिमितौ कति ज्ञानानि सामान्यतया भवन्ति? पच्चधर्मदा व्याप्ति ज्ञानद्वयं केवलम् अनुमिति अनुमिति ज्ञाने साध्यम् अपि च पच्च ज्ञान भवती समीचीनतया उक्तवती एव. पक्षधर्मता पक्षधर्मता ज्ञानं भवेत्, तदनन्तरं व्याप्तिज्ञानं भवेत्. पक्षधर्मता कुत्र भवेत्? कस्मिन् पक्षधर्मता भवेत्? हेतौ. उत्तमं. हा, व्याप्तिः कुत्र भवेत्? तदपि हेतौ भवेत्. उत्तमं. तर्हि इदानीं पक्षधर्मता अपि च व्याप्तिः उभयमपि हेतौ आगतं चेत् उभाभ्यां ज्ञानाभ्यां नूतनज्ञानं किं जायते, तस्य नाम किम्? परामर्शः. उत्तमम्. यदा परामर्शः जायते तदनन्तरं किं जायते? अनुमिति. उत्तमं. तर्हि सर्वदा अनुमानप्रकरणे चत्वारि ज्ञानानि अपेक्षितानि खलु? खलु. समीचीनं. तर्हि प्रथमं पक्षधर्मता ज्ञानं भवेत्, द्वितीयं व्याप्तिज्ञानं भवेत्, उभयमपि यदि हेतौ भासते तर्हि उभाभ्यां ज्ञानाभ्यां तृतीयज्ञानं परामर्शज्ञानं जायते. यदा परामर्शज्ञानं जायते अग्रिमक्षणे अनुमितिः जायते खलु. अस्तु, पक्षधर्मता ज्ञानं केन प्रमाणेन जायते? प्रत्यक्षप्रमाणेन. उत्तमं. प्रत्यक्षप्रमाणेन जायते. व्याप्तिज्ञानं केन प्रमाणेन जायते? तत् तदपि प्रत्यक्षज्ञानमेव, पुनः पुनः दृष्ट्वा एव ज्ञातुं शक्यते. तत्र पुनः पुनः दृष्ट्वा, किन्तु साक्षात् व्याप्तिः प्रत्यक्षेन न जायते, व्याप्तिः न दृश्यते. तदनन्तरं तत्र स्मरणं यदा संस्कारः जायते पुनः पुनः बहुत्र चिन्तनं कृत्वा अत्र स्मरणम् अस्ति, तदनन्तरं स्मरणेन संस्कारेण स्मरणं जायते, स्मरणेन व्याप्तिः उत्पद्यते. स्मरणात्मकमस्ति व्याप्तिः. अस्तु, तर्हि इदानीम् अत्र उभाभ्यां ज्ञानाभ्याम् अत्र परामर्शः जायते, तदनन्तरम् अनुमितिः जायते. अस्तु, हेत्वाभासप्रकरणे प्रतिबद्ध्यज्ञानं भ्रमात्मकं भवेत् इति अस्माभिः चिन्तितं खलु. तर्हि तादृशभ्रमात्वम् अनुमितौ भवितुमर्हति, अनुमितिः भ्रमात्मकं भवितुमर्हति, नो चेत् परामर्शः अत्र भ्रमात्मकं भवितुमर्हति खलु. भवितुमर्हति, तदेव अत्र लिखितम्, तदेव अत्र लिखितम्. इदम् अत्र विवक्षितं व्याप्तिरूपः पक्षधर्मतारूपः वा हेतुगुणः यस्मिन् हेतौ नास्ति, इत्युक्ते यदि हेतौ व्याप्तिः नास्ति नो चेत् पक्षधर्मता नास्ति, अपि च सः हेतुः तत्र यदि परामर्शे भासते तादृशहेतुः दुष्टहेतुः यस्मिन् हेतौ पक्षधर्मता वा नो चेत् व्याप्तिः वा नास्ति, तादृशहेतुः यदि परामर्शे भासते तर्हि परामर्शस्य भ्रमत्वम् आवश्यकम्, इत्युक्ते निश्चयेन तादृशपरामर्शः भ्रमात्मकं भवति खलु. इति तत् उक्तं. तदनन्तरं पक्षे अविद्यमानमेव साध्यं यदि साधयितुम् इष्टम्, पक्षे अविद्यमानमेव साध्यम् इत्युक्ते वन् अग्नौ अनुष्णत्वं नास्ति, किन्तु तादृश अनुष्णत्वं यदि वह्नौ साधयितुम् इच्छामः, पक्षे अविद्यमानमेव साध्यं यदि साधयितुम् इष्टम्, अनुमितेः वा भ्रमत्वम् आवश्यकम्. तर्हि अनेन चिन्तनेन किं जातं, प्रतिबद्ध्यज्ञानं भ्रमात्मकं भवेत्, स च भ्रमात्मकज्ञानम् अनुमितिः भवेत् नो चेत् परामर्शः भवेत्. बुद्धं खलु, इत्युक्ते व्याप्तिः अपि च पक्षधर्मता हेतौ भासते, तादृशहेतुः परामर्शे भासते, किन्तु साध्यं यदि पक्षे नास्ति, तादृशसाध्यं स्वीकुर्मश्चेत् इदानीं कुत्र क्लेशः भवति इति चेत् परामर्शे क्लेशः न भवति, किन्तु अनुमितौ क्लेशः भवति. तर्हि भ्रमात्मकम् अनुमितिः भवितुमर्हति, नो चेत् परामर्शः भवितुमर्हति इति तावदेव उक्तं. बुद्धं खलु, फलतश्च परामर्शः अनुमितिः वा अस्मिन् प्रकरणे भ्रमः भवति. तदनन्तरं भ्रमस्य विशेष्यशापेक्षता प्रसिद्धा, इत्युक्ते प्रत्येकं ज्ञाने अत्र विशेष्यं भवति, प्रकारः भवति, संसर्गः, त्रयः विषयाः भवन्ति खलु. अपि च तत्र विशेष प्रतिबद्ध्यज्ञाने यद् विशेष्यविधया भासते तदेव प्रतिबन्धकज्ञाने अपि विशेष्यविधया भासेत, तदा एव समान आकारकत्वम् इति अस्माभिः चिन्तितं खलु. तर्हि इदानीं प्रश्नः अस्ति, अत्र प्रमात्मकज्ञानं यदस्ति तत् विशेष्ये भवेद्वा नो चेत् प्रकारे भवेद्वा इति चेत् तत्र अयं प्रसिद्धः श्लोकः. कः श्लोकः? विशेष्ये सर्वम् अभ्रान्तम्, इत्युक्ते विशेष्यः भ्रमरूपः इति यदा कदापि न वक्तुं शक्नुमः, केवलं प्रकारे भ्रमः निरूपणीयः. प्रकारे अस्माकं भ्रमस्य लक्षणं किम्? उत्तमं, तद् अभाववति, तद् अभाववति तत्प्रकारकज्ञानम्. तद् अभाववति तत्प्रकारकज्ञानं तर्हि अत्र कः क्लेशः इति चेत् तद् अभाववति इत्युक्ते भूतले अत्र रज्जौ सर्पत्वं नास्ति किन्तु रज्जौ सर्पत्वं दृश्यते किमर्थं रज्जु एषा रज्जुः इति प्रत्यक्षज्ञाने प्रत्यक्षज्ञानं जातुं तत्र सामग्र्यः न सन्ति इति कृत्वा रज्जौ सर्पत्वं भासते तर्हि इदं किञ्चित् अस्ति इति निर्विकल्पज्ञानं प्रत्यक्षेन ज्ञायते इति कृत्वा इदम् अंशे भ्रमः यदा कदापि न भवति प्रकारे विषये प्रकारे एव भ्रमः भवितुमर्हति इति कृत्वा विशेष्ये सर्वम् अभ्रान्तं प्रकारे तु विपर्ययः विपर्ययः इत्युक्ते तत्र दोषपूर्णज्ञानं जातुम् अर्हति इति उक्तं बुद्धं खलु बुद्धम् अस्तु समीचीनम् अग्रे गच्छेम अग्रे मेहुल् महोदय पठति वा धन्यवादः धन्यवादः आम् श्रूयते खलु अधुना श्रूयते वा अधुना हा हा अस्तु समीचीनम् ज्ञाने प्रकारीभूतः ज्ञानविशेष्ये नास्ति इति ज्ञानस्य भ्रमत्वम् विशेष्यांशे तत् न भ्रमरूपं भवति किन्तु प्रकारांशे एव अस्तु अधुना एव भवान् उक्तवान् हृदो वन्निमान् इत्यनुमितिस्थले पश्यामः अत्र हि विशेष्यविधया हृदः भासते हृदांशे हृदत्वरूपा जातिः तत्र हृदहृदत्वयोः आधारादेयभावो विद्यते प्रकारविशेष्यभावोऽपि तदंशे न इदं ज्ञानं भ्रमः आधारता समानाधिकरणविशेषता हि हृदे आधेयता समानाधिकरणप्रकारता हृदत्वे तर्हि कथमिदं ज्ञानं हृदांशे भवेत् भ्रमः अस्तु अत्र ज्ञाने प्रकारीभूतः ज्ञानविशेष्य नास्ति इति ज्ञानस्य भ्रमत्वम् तस्य अर्थः कः ज्ञानस्य यदा अत्र भ्रमरूपज्ञानं यदस्ति तत्र ज्ञानविशेष्ये भ्रमत्वं नास्ति प्रकारे एव भ्रमत्वम् अस्ति इति तस्य अर्थः अत्र प्रथमवाक्यस्य अर्थं किञ्चित् वदतु ताद् भवान् समीचीनतया अवगतवान् किन्तु वाक्यार्थः समीचीनतया न उक्तः एकवारं पुनः पठतु ज्ञाने प्रकारीभूतः ज्ञानविशेष्य अस्तु ज्ञाने विशेष्यम् अस्ति विषयः अपि अस्ति प्रकारः अपि अस्ति तर्हि विशेष्य ज्ञानविशेष्ये हा अस्तु ज्ञानविशेष्य भ्रमत्वं ज्ञानस्य भ्रमत्वं नास्ति प्रकारीभूतज्ञानविशेष्ये ज्ञानस्य भ्रमत्वं नास्ति इति वाक्यस्य अर्थः न न ज्ञानविशेष्य इत्यस्य विग्रहं वदतु ज्ञानस्य विशेष्यम् उत्तमं खलु ज्ञानस्य यः प्रकारः अस्ति स च प्रकारः ज्ञानस्य विशेष्ये नास्ति इति एव ज्ञानस्य भ्रमत्वम् ओ अस्तु अस्तु ज्ञानस्य इति ज्ञानस्य भ्रमत्वम् इति हा अस्तु अस्तु ज्ञान इत्युक्ते तत्र सम्बन्धः कल्पितः खलु प्रकारः संसर्गता सम्बन्ध आधेयतासम्बन्धेन अधिकरणे विशेष्ये वर्तते तत्र सम्बन्धे तत्र भ्रमः अस्ति सत्यं सत्यं सर्पत्वं तु सर्पे अस्ति आम् आम् किन्तु इदानीं कुत्र भासते रज्जौ रज्जौ भासते इति कृत्वा केन सम्बन्धेन भासते तत्र स्वरूपसम्बन्धः इति अस्माभिः उक्तं भ्रमस्थले तत्रैव क्लेशः तत्र सम्बन्धः नास्ति तर्हि ज्ञाने प्रकारीभूतः यः सः ज्ञानस्य विशेष्ये नास्ति इति एव ज्ञानस्य भ्रमत्वम् तदा एव भ्रमः जायते हा इति कृत्वा अत्र हा सः भ्रमरूपं विशेष्यांशे न भवति इति अत्र ज्ञानस्य यः विशेषः तर्हि सर्वदा प्रकारे एव इत्युक्ते प्रकार विशेष्ययोः मध्ये यः सम्बन्धः अस्ति तत्रैव क्लेशः भवति. विशेष्ये भ्रमः यदा कदापि न भवति, किन्तु प्रकारांशे एव. सत्यम्. अस्तु, इदानीं हृदः वह्निमान् इति उदाहरणं स्वीकृत्य प्रतिपादयतु. आम्, हृदः वह्निमान् इति अस्ति, तत्र अनुमितिस्थले वयं पश्यामः. तर्हि तत्र हृदः विशेषविधया वर्तते, अपि च हृदांशे हृदत्वरूपा जातिः अपि अस्ति. तत्र यः विशेष्यम् अस्ति हृदः, अपि च जातिः हृदत्वं, तयोः मध्ये आधारादेयभावः अपि अस्ति. तत्र हृदत्वम् इति प्रकारः अस्ति, हृदः इति विशेष्यम् अस्ति, अतः तत्र प्रकारविशेषभावमपि अस्ति. तदंशे न इदं ज्ञानं भ्रमः. अस्तु, तत्र अत्र हृदत्वं हृदे अस्ति इति ज्ञानं भ्रमात्मकं नास्ति. आधारता समानाधिकरणविशेष्यता हि हृदे. अस्तु, अत्र हृदे एव हृदः एव आधारः, हृदत्वम् इति आधेयः. अपि च समानाधिकरणविशेष्यता हृदे अस्ति. हृदत्वे आधेयता अस्ति, अपि च समानाधिकरणप्रकारता अस्ति. हृदत्वम् इति प्रकारः, अतः हृदत्वे प्रकारता अस्ति. हृदः इति विशेष्यम्, अतः तस्मिन् विशेष्यता अस्ति. तर्हि कथमिदं ज्ञानं हृदांशे भवेत् भ्रमः? अत्र किमर्थं हृदत्वस्य विषये चिन्तनं? अत्र प्रकारे, अत्र पूर्वे किम् उक्तमस्ति, प्रकारांशे एव भ्रमः भवति, न तु विशेष्यांशे. तर्हि अत्र हृदत्वम् इति प्रकारः अस्ति. तत्र अत्र इत्युक्ते कुत्र? अस्मिन् उदाहरणे, अत्र हृदः वह्निमान् इति अनुमितिस्थले, इति अनुमितिस्थले यदा अत्र वयं जानीमः, अत्र हृदत्वयोः मध्ये प्रकारविशेष. एकनिमिषम्, अत्र हृदः वह्निमान् इति अनुमितौ विशेष्यः कः, प्रकारः कः? अत्र विशेष्यमस्ति हृदः, प्रकारः तु वह्नि इति. प्रकारः वह्निः अस्ति खलु? आम् आम्. तर्हि किमर्थं हृदत्वस्य विषये चिन्तनम्? अत्र हृदत्वम् इति अपि प्रकारः भवति खलु, तत्र हृदत्वम् इति अपि. सत्यं, तत्र बहु किमपि भवितुमर्हति. हा, बहु किमपि भवितुमर्हति. तर्हि किमर्थमत्र हृदत्वस्य विषये चिन्तनम् इति प्रश्नः. अहं चिन्तयामि अत्र प्रकारे एव भ्रमः भवति इति उपरि वयं पठितवन्तः. तर्हि अत्र यदा हृदत्वम् इति प्रकाररूपेण स्वीकुर्मः, तर्हि तत्र किन्तु अत्र अस्मिन् ज्ञाने हृदत्वम् इति प्रकारः नास्ति खलु. हृदः वह्निमान् इत्यत्र वह्निः एव प्रकारः, किमर्थं ये हृदत्वस्य विषये चिन्तनम्? अग्रे आयास्यति वा तत् एतत् परिच्छेदे तु? अस्तु, यद् अस्माभिः पठितं तत् सर्वं मनसि निधाय, अत्र सम्बन्धः अस्ति. समान आकारकत्वं नाम किम्? अस्तु अस्तु, समान अकारकम् इति दृष्टवन्तः. समानविशेष्यकत्वम् इति भवेत्, अपि च समानविशेष्यत्ववच्छेदकत्वम् इति भवेत्. तत् अतः एव. हा, अत्र किमर्थं हृदत्वस्य विषये चिन्तनम् इति चेत्, विशेष्यं किं? हृदः खलु. हृदः विशेष्यता अवच्छेदकः कः? विशेष हृदः वह्निमान् इति अनिमितौ विशेष्यः कः? हृदः विशेष. विशेष्यता अवच्छेदकः कः? हृदत्वम् इति. हा, इति कृत्वा हृदत्वस्य विषये चिन्तनं. चिन्तनं समीचीनं. समान आकारकत्वं कथं स्थापनीयं? हा, समान, अत्र समान आकारकत्वं नाम किं? समानविशेष्यत्वे सति समानविशेष्यता अवच्छेदकत्वे सति भावाभावप्रकारता प्रकारकत्वे सति समानप्रकारता अवच्छेदकत्वम् इति उक्तं खलु. तर्हि यद्यपि ह्रदः वह्निमान् इत्यस्मिन् अनिमितौ ह्रदः इति विशेष्यं वह्निः इति प्रकारः तत्र कस्मिन् अंशे भ्रमः इति चेत् ह्रदे भ्रमः नास्ति, विशेष्ये भ्रमः नास्ति, विशेष्यता अवच्छेदके अपि भ्रमः नास्ति इति बोद्धुम् अत्र ह्रदत्वस्य विषये चिन्तनम् बुद्धं खलु. सत्यं बुद्धं. विशेष्यता अवच्छेदके अपि भ्रमः न, विशेष्यता अवच्छेदके भ्रमः न भवति, विशेष्ये भ्रमः न भवति, विशेष्यता अवच्छेदके भ्रमः न भवति. यदि विशेष्ये भ्रमः भवति तर्हि समान आकारकत्वं समानविशेष्यत्वमेव न सिद्ध्यति खलु. सत्यम् इति कृत्वा प्रतिबन्धकज्ञानस्य विषये चिन्तनम् इदानीम् अस्तु. इदानीम् अग्रे पठतु महोदय. तर्हि बुद्धं खलु ह्रदत्वं किं, ह्रदत्वस्य विषये किमर्थं चिन्तितमिति. अतः एव ह्रदांशे भ्रमः न भवितुम् अर्हति. प्रकारांशे भवति तस्य भ्रमरूपता. ह्रदत्वविशिष्टे ह्रदेहि वह्निः अनुमितौ प्रकारविधया भासते. अस्तु, अनुमितिनिरूपितप्रकारता वह्नौ अस्ति, परं न तत्र ह्रदनिरूपता निरूपिता अधेयता इति ह्रदः वह्निमान् इति भवति भ्रमः. अस्तु, अत्र प्रकारांशे भ्रमरूपता भवति. अत्र ह्रदः वह्निमादि इति अनुमितौ ह्रदत्वविशिष्ट ह्रदः अस्ति, तत्र वह्निः इति प्रकारम् अस्ति इति वयं पठितवन्तः. अस्तु, अनुमितिनिरूपितप्रकारता वह्नौ अस्ति, वह्निः इति वह्निः एव प्रकारः. अतः तस्मिन् प्रकारता कथं निरूपितं, तर्हि अनुमितिनिरूपितप्रकारता. अत्र ह्रदः वह्निः न, अनुमितिनिरूपितप्रकारता इत्युक्ते अनुमित्या निरूपितम् इति नास्ति. ओ, इति नास्ति वा? तथैव अत्र केवलं ह्रदः वह्निमान् इति अनुमितौ कः प्रकारः इति चेत् वह्निः प्रकारः, तावदेव उक्तम्. तेन अनुमिति इति इत्यनेन प्रकारता वह्नौ अस्ति इति वयं जानीमः. अनुमितिः तादृशमस्ति अतः एव. हा, इत्युक्ते अत्र अनुमितिनिरूपितप्रकारता इत्युक्ते अनुमितिः इति ज्ञानमस्ति खलु. सत्यं, ज्ञानं प्रकारतासम्बन्धेन प्रकारे अस्ति इति कृत्वा अनुमितिनिरूपितप्रकारता इति उक्तम्. केवलम् अत्र किम् अवगन्तव्यम् इति चेत् प्रकारः कः, प्रकारता कुत्र अस्ति इति चेत् वह्नौ अस्ति. परं न तत्र ह्रदनिरूपिता अधेयता इति ह्रदः वह्निमान् इति भवति भ्रमः. न तत्र ह्रदनिरूपिता अधेयता ह्रदवह्निमान् इति भ्रमः भवति. किमर्थम् इत्युक्ते ह्रदनिरूपित अधेयता न तत्र, तत्र इत्युक्ते वह्नौ अनुमितिनिरूपितप्रकारता अस्ति. ह्रदः वह्निमान् इति ज्ञाने प्रकारः कः, वह्निः. वह्निः, सत्यं. किन्तु आधारः कः, वह्नेः आधारः कः, ह्रदः. सत्यम्, अस्मिन् ज्ञाने. किन्तु तादृशवह्नौ ह्रदनिरूपित आधेयता नास्ति खलु. वस्तुतः वह्निः ह्रदे न भवति, न भवति अतः. इति कृत्वा यद्यपि अनुमितिनिरूपितप्रकारता वह्नौ अस्ति किन्तु ह्रदनिरूपित आधेयता वह्नौ नास्ति इति कृत्वा ह्रदः वह्निमान् इति भवति भ्रमः. अत्र टेक्निकलि अत्र विवरणम् अस्ति कथं भ्रमः भवति ह्रदः वह्निमान् इति. अत्र अनुमितिनिरूपितप्रकारता अस्ति परन्तु ह्रदनिरूपित अधेयता नास्ति अतः. अस्तु, अत्र चित्रं किमस्ति, चित्रं परिशीलयतु. चित्रे किं किम् अस्ति इति. अत्र चित्रे दर्शितमस्ति, अत्र परामर्शज्ञाने साध्यम् अस्ति, व्याप्तिः अस्ति, हेतुः अपि अस्ति, पक्षः अपि अस्ति. न, तादृशं न वक्तव्यं. तत् इतोपि किञ्चित् वक्तव्यम्. अत्र साध्यं परामर्शे अस्ति वा? इत्युक्ते पक्षे अस्ति, परन्तु परामर्शज्ञानेन परामर्शेन साध्यं व्याप्ति परामर्शज्ञानस्य विषयाः साध्यं व्याप्तिः हेतुः पक्षः एते. किन्तु तयोः मध्ये कीदृशः तदपि वदतु महोदय. अत्र परामर्शे मुख्यविशेषः कः? अपक्षः. अस्तु, पक्षापेक्षया प्रकारः कः? अपक्षापेक्षया हेतुः इति प्रकारः, हेतुः अपेक्षया व्याप्तिः इति प्रकारः, व्याप्तेः अपेक्षया साध्यम् इति प्रकारः. हा, मुख्यप्रकारः कः परामर्शे? साध्यं, साध्यम् इति साध्यं. तर्हि साध्यनिष्ठव्याप्तिः हेतौ अस्ति, तादृशहेतुः व्याप्तिमान् हेतुः पक्षे अस्ति. हा, हेतु सत्यं, हेतुमान् पक्षः. तर्हि व्याप्ति अपि च पक्षधर्मता उभयमपि परामर्शे आगतं खलु? तदनन्तरम् अनुमितौ किमस्ति? हा, अनुमितौ तत्रापि साध्यम् इति प्रकारः, पक्षः इति विशेष्यम् अस्ति. हा, विशेष्यप्रकार सम्बन्धः आसीत् तत्र अनुमितौ. तावदेव साध्यनिष्ठपक्षः. अस्तु, समीचीनं महोदय. अग्रे इदानीं वर्षा भगिनी पठति वा? एवञ्च प्रकृतप्रकरणे कस्मिन् कस्मिन् विशेष्ये अविद्यमानस्य कस्य कस्य प्रकारत्वं ज्ञानस्य च भ्रमत्वं सम्भाव्यते इति पर्यालोचने तत्तत् प्रकारकभ्रमप्रतिबन्धकनिश्चयम् आदाय तत्र तत्र वक्ष्यमाणः हेतुभासः निश्चितः भवति. अत्र दत्तमस्ति कथं हेतुभासः अस्ति इति निश्चेतव्यम् इति. प्रथमं तु विशेषं स्वीकृत्य तेषु तस्मिन् विशेष्ये यः प्रकारत्वं प्रकारत्वस्य यः प्रकारत्वस्य अभावः अस्ति इति ज्ञात्वा तादृश अभा तादृशप्रकार अभावं यदि वदामः चेत् तत् भ्रमज्ञानं भवति इति. अस्तु, अग्रे. अतः किं किं विशेष्यं कश्च अत्र प्रकरणे प्रकारः इत्यादौ चिन्त्यते. अत्र प्रकरणे प्रकारः इत्यादौ चिन्त्यते. तत्र अनुमितिप्रकरणे पक्षः साध्यं हेतुः च इति त्रयः पदार्थाः आलोच्यन्ते. एते त्रयः व्याप्तिः च चतुर्थी अनुमितौ परामर्शे वा कदाचित् विशेष्यं कदाचित् प्रकारः च भवन्ति. पूर्वमपि चित्रे दृष्टम् अत्र यदि वयं हेतु अपि च पक्षः मध्ये पश्यामः अत्र हेतुः विशेष्यं विशेषणं भवति, पक्षः विशेष्यं भवति. प्रकारः हेतुः भवति, पक्षः विशेष्यः विशेष्यं भवति. परन्तु तादृशहेतु एव व्याप्तिं प्रति विशेष्यं भवति, व्याप्ति प्रकारः भवति. That is, it's a rolling thing. It can either be a vishesha or it can be a prakara, depending on the two things between which we are trying to establish a relationship. Tadita, paramarshe hetuhu, paksha avashe visheshanam vyaptiyam shecha visheshyam, sadhyam api paramarshe vyaptiyam she visheshanam, sadhyam api paramarshe vyaptiyam she visheshanam bhavati. Anumitau paksha avashe visheshanam bhavati. न न अत्र तर्हि इदानीं यत् भवत्या पठितं तर्हि तर्हि समग्ररूपेण किं के के विशेष्याः भवितुम् अर्हन्ति, के के प्रकाराः भवितुम् अर्हन्ति इति वदतु. पदार्थचतुष्टयम् अस्ति अत्र, पक्षः हेतुः व्याप्तिः साध्यमिति. तस्मिन् पक्षः नित्यत्वेन विशेषणम् विशेष्यम् एव भवति, साध्यं नित्यत्वेन प्रकारः एव भवति. परन्तु हेतुः अपि च व्याप्तिः विशेष्यम् अपि भवति, प्रकारकः अपि भवितुमर्हति. सम्बन्धं ज्ञात्वा एव वक्तुं शक्यते. पक्षहेतौ सम्बन्धे हेतुः प्रकारः, परन्तु हेतुव्याप्तिसम्बन्धे हेतुः विशेष्यं प्रकारः व्याप्तिः. तदा एव व्याप्तिसाध्यसम्बन्धे व्याप्तिः विशेष्यं साध्यम् एव प्रकारः, परन्तु हेतुव्याप्तिसम्बन्धे तु तद् व्याप्तिः प्रकारः इति वक्तुं शक्यते. तर्हि विषये पुनः केवलम् अत्र इतोपि स्पष्टता भवेत् इति अहं पृच्छामि. तर्हि किं किम् अस्तु, अत्र किं कुर्मः, अनुमितिज्ञाने अनुमितिज्ञानमिति स्वीकुर्मः. अनुमितिज्ञाने कः प्रकारः भवति, कः विशेष्यः भवति? साध्यम् इति प्रकारः भवति, विशेष्यं तु पक्षः. विशेष्यं पक्षः भवति, सत्यम्. अस्तु, परामर्शज्ञाने के प्रकाराः भवन्ति? सेम्, अत्रापि साध्यं भवितुमर्हति, व्याप्तिः भवितुमर्हति, हेतुः अपि भवितुमर्हति. साध्यं भवति प्रकारः, व्याप्तिः भवति प्रकारः, हेतुः भवति प्रकारः. उत्तमं. विशेष्यानि विशेष्ये विशेष्याः के भवन्ति परामर्शे? हेतुः व्याप्तिः. अस्तु, तर्हि इदानीम् अत्र अवच्छेदकम् अपि भवेत् खलु सर्वत्र समान आकारकत्वस्य विषये, तत्र अवच्छेदकम् अपि वक्तव्यं खलु? तदपि वदति वा? प्रयत्नं करोमि महोदय, अत्रैव किञ्चित् क्लेशः अस्ति. यदि वयं इदानीं किम् अनुमितिः इति स्वीकरोतु. अत्र विशेषं भवति पक्षः, अत्र पक्षत्वम् अवच्छेदकम् इति वक्तव्यं किल महोदय प्रथमं? तर्हि अवच्छेदकम् अवच्छेदकं किम् इदानीं? तदपि प्रकारः खलु? तर्हि तदपि योजनीयं तावदेव. इत्युक्ते अनुमितिः इति ज्ञाने साध्यं प्रकारः, पक्षः विशेष्यम्. किन्तु केवलं साध्यमेव प्रकारः इति नास्ति, पक्षता अवच्छेदकम् अपि प्रकारः खलु? पक्षता अवच्छेदकमपि प्रकारः, अपि च साध्यता अवच्छेदकः अपि प्रकारः. किम् खलु साध्यतावच्छेदकः अपि प्रकारः, पक्षतावच्छेदकः अपि प्रकारः, अपि च साध्यं स्वयं प्रकारः अस्ति पक्षस्य अपेक्षया इति. अनुमितिज्ञाने त्रयः प्रकाराः सन्ति. एवं परामर्शज्ञाने चिन्तयतु इदानीम्. एवं परामर्शज्ञाने यदि मल्टिप्लेट्टु पक्षनिष्ठहेतुः अत्र भवति, अत्र भवति, अत्र पक्षत्वम् एकविधप्रकारः भवति, एकविधप्रकारः भवति, हेतुत्वम् एकविधप्रकारः भवति, व्याप्तित्वम् एकविधप्रकारः भवति, अपि च साध्यत्व साध्यत्वं साध्यत्वा साध्यता अवच्छेदकः इत्युक्ते साध्यत्वम् सर्वत्र साध्यता साध्यत्वम् इति अनुक्त्वा सर्वदा तादृशं वदतु. पक्षता अवच्छेदकः प्रकारः भवति, हेतुता अवच्छेदकः प्रकारः भवति, व्याप्तिता अवच्छेदकः प्रकारः भवति, साध्यता अवच्छेदकः प्रकारः भवति. तदनन्तरं स्वयं साध्यमपि प्रकारः, व्याप्तिः अपि प्रकारः, हेतुः अपि प्रकारः, खलु? अस्तु, तर्हि परामर्शे सप्तप्रकाराः अस्माभिः उक्ताः. एकं तु हेतुः, द्वितीयं तु व्याप्तिः, तृतीयं तु साध्यम्. तदनन्तरं तेषाम् अत्र हेतुः यस्मिन् अस्ति पक्षे तत् स्वीकृत्य पक्षतावच्छेदकः, हेतुतावच्छेदकः, व्याप्तितावच्छेदकः, साध्यतावच्छेदकः इति सप्तप्रकाराः परामर्शे भासन्ते. अपि च अनुमितौ कति प्रकार के कति प्रकाराः इति चेत् त्रयः प्रकाराः. प्रथमं साध्यं पक्षे प्रकारविधया भासते इति कृत्वा स्वयं साध्यं प्रकारः, तदनन्तरं पक्षतावच्छेदकः, साध्यतावच्छेदकः, खलु? इति आहत्य दश आगतम्. अस्तु, तदनन्तरम् इतोपि किञ्चित् चिन्तनं कुर्मः. इदानीं पठतु भगिनि इदानीं हेत्वाभासे, हेत्वाभासत्वे. हेत्वाभासत्वे निरूपणक्रमः. एतेषु चतुर्षु तत्र तत्र विषयीभूतेषु साध्यसाधकत्वात् हेतुः एव अभ्यर्हितं तमो भवति, अभ्यर्हिततमः भवति. अतः तम् आदौ गृहीत्वा तस्मिन् हेतौ विशेषणविधया किं भासते, कस्मिन् ज्ञाने च भासते इति विवेचनीयम्. अत्र एतेषु चतुर्षु इत्युक्ते साध्य व्याप्तिहेतुः पक्षः, एते सर्वे साध्यसाधकत्वात् हेतुः एव अभ्यर्हिततमः भवति इत्युक्ते ते स्वीकृत्य हेतौ ते विशेषणविधया भासते वा इति चिन्तनीयं. न तत्र प्रथमवाक्यं पुनः पठतु. एतेषु चतुर्षु तत्र तत्र विषयीभूतेषु साध्यसाधकत्वात् तस्मिन् तेषां मध्ये साध्यसाधकत्वम् अस्ति हेतुः एव. एतेषु चतुर्षु तत्र तत्र विषयीभूतेषु पक्षः, साध्यं, हेतुः, व्याप्तिः इति एतेषु तत्र तत्र विषयीभूतेषु साध्यसाधकत्वात् हेतुः एव अभ्यर्हिततमः भवति इति उक्तम्. अन्वयः तत्र करणीयः. साध्यसाधकत्वात् हेतुः एव अभ्यर्हिततमः भवति इत्युक्ते हेतुः एव अभ्यर्हिततमः भवति. किमर्थं? साध्यसाधकत्वात्. साध्यं कथं साधयामः? हेतुं स्वीकृत्य एव, खलु? इति कृत्वा अतः तम् आदौ गृहीत्वा तस्मिन् हेतौ विशेषणविधया किं भासते, कस्मिन् ज्ञाने भासते इति विवेचनीयम्. तर्हि प्रथमम् अत्र हेतुविषये चिन्तनम्. किमर्थं हेतुः स्वीकृतः प्रथमम् इति चेत् हेतुः एव साध्यसाधनं करोति. साध्यसाधकत्वात् हेतु एव अभ्यर्हिततमः अस्ति. मुख्यं तदेव अस्ति, हेतुः एव मुख्यम् इति कृत्वा हेतुं स्वीकृत्य अत्र चिन्तनम् इति उक्तं. बुद्धं खलु? No, no. See, we are going to discuss all the four, but why are we choosing Hetu first to discuss? Because that is the most important. It is using Hetu, we do the Sadhyam, we do the Sadhana of Sadhyam on the Paksha. Iti kritva, Hetu eva abhyarhita tamaha bhavati. Tarhi tasmin, tra Hetau, tasmin Hetau, viseshana vidhaya, विशेषणविधया इत्युक्ते प्रकारः, विशेषणमित्युक्ते प्रकारः खलु. तर्हि तस्मिन् हेतौ विशेषणविधया किं भासते कस्मिन् ज्ञाने च भासते विवेचनीयं. ततः अग्रे पठतु. ततः प्रथमं प्रकारस्य तत्र असत्त्वं निरूप्य. तत्र इत्युक्ते कुत्र? प्रतिबन्धकज्ञाने हेतौ. हेतौ हा, तर्हि हेतौ यद् विशेषणविधया भासते तस्य प्रकारस्य यद् विशेषणमस्ति तत् तदेव प्रकारं, तत् तस्य प्रकारस्य तत्र हेतौ असत्त्वं निरूप्य इत्युक्ते तत्र प्रकारः यद् ज्ञाने भासते तद्वस्तुतः तत्र नास्ति इति निरूप्य तदनन्तरं ज्ञानस्य भ्रमत्वं वक्तव्यम्. हा, यदि हेतौ प्रकारः असत्त्वं, हेतौ यदि प्रकारः असत्त्वम् अस्ति तर्हि तत् ज्ञानभ्रमः भवति किल, तदेव दत्तमस्ति ज्ञानस्य भ्रमत्वं तत् तादृशं वक्तव्यम् इति. हा, किन्तु तादृशं न वक्तव्यं. भवती यदा प्रतिपादयति अत्र श्लोकं, गते पुटे श्लोकमसि अधीतं खलु, विशेष्ये सर्वमभ्रान्तं प्रकारे तु विपर्ययः इति कृत्वा इदानीं हेतुः विशेष्यमस्ति. तर्हि विशेष्य विशेष्य सर्वमभ्रान्तं, तर्हि हेतौ भ्रान्तिः न कल्पयितुं शक्यते, भ्रमः न कल्पयितुं शक्यते. हेतौ विद्यमानप्रकारः यदस्ति, विशेषणमस्ति, तत्र तत्र भ्रमत्वम् असत्त्वं निरूप्य ज्ञानस्य भ्रमत्वं वक्तव्यं. कथं निरूपणीयम् इति भ्रमत्वं वक्तव्यम्. अग्रे ततः तत् प्रतिबन्धकनिश्चयः वक्तव्यः. तदनन्तरं प्रतिबन्धकनिश्चयः भ्रमज्ञानस्य प्रतिबन्धकनिश्चयः वक्तव्यः इति. न न, अत्र तत् इति पदेन किं स्वीकर्तव्यम्? इदानीं कस्मिन् विषये चिन्तनं? हेतु आभासः. हेतौ न न, हेतु आभासः इति बहुकालं वयं चिन्तनीयं चिन्तयन्तः स्मः, किन्तु इदानीं अभ्यर्हिततमः कः? हेतु. हा, हेतोः विषये चिन्तनं खलु महोदय. हेतु तु प्रतिबन्धकं न स्वीकरोति किल महोदय. हेतु यस्य विद्यमानं ज्ञानमस्ति तदेव प्रतिबन्धकं स्वीकर्तुं शक्यते किल महोदय. भगिनि, इदानीं कस्मिन् विषये चिन्तनं? हेतोः विषये चिन्तनं खलु. तर्हि हेतौ यद् प्रकारविधया भासते सः प्रकारः तत् इत्यनेन स्वीकर्तव्यः अस्ति. तत् प्रतिबन्धकनिश्चयः वक्तव्यः इत्युक्ते तस्मिन् प्रकारे अत्र निश्चयः वक्तव्यः. तत् प्रतिबन्धकनिश्चयः इत्युक्तौ हेतौ यद् प्रकारविधया भासते तस्य तदभाववत्ता निश्चयः वक्तव्यः, नो सदभावव्याप्यवत्ता निश्चयः वक्तव्यः भवति. तर्हि तृतीयबिन्दुः अस्ति मुद्रा. मुद्रा वक्तव्या अस्ति. कुत्र? हेतौ यत् प्रकारविद्यया भासते तत्र मुद्रा वक्तव्यः अस्ति. बुद्धं किम्? तस्य अभावः, नो चेत् तस्य अभावः व्याप्तिः इति वा? तस्य अभावस्य व्याप्यः. व्याप्यः इति. Okay. किन्तु अत्र तस्य इत्युक्ते हेतौ यद् प्रकारविधया भासते तस्य प्रकारस्य हेतुनिष्ठप्रकारस्य तदभाववत्ता निश्चयः, नो चेत् तदभावव्याप्यवत्ता निश्चयः वक्तव्यः क्रमेण. एतत् सर्वम् इदानीम् अत्र पक्षस्य विषये चिन्तनं नास्ति, साध्यस्य विषये चिन्तनं नास्ति, केवलं हेतोः विषये. अस्तु, अग्रे. हा, महोदय एक उदाहरणं स्वीकृत्य तत् क्रमेण चिन्तयामः अग्रे आयास्यति बिकास् अब्स्ट्राक्ट् तत् हेतौ विद्यमानः प्रकारः इति वदामश्चेत् फार् एक्साम्पल् सदैव अन्यभावः इति वदामः चेत् तद् सम्यक् भवति किल महोदय वह्निः प्रकारः भवति तत् इति तत् प्रतिबन्धकः इति पदेन वह्नि अभावं वह्नेः व्याप्ति इति स्वीकरणीयं वह्नेः न किं किम् उदाहरणं किम् उक्तवती हृदः वह्निमान् इति ज्ञानं स्वीकुर्मश्चेत् अत्र प्रकारः भवति वह्निमान् वह्निः इति एकनिमिषम् अत्र अत्र भगिनि अत्र तत्रैव क्लेशं करोति भवती पर्वतः वह्निमान् इति प्रथमं कीदृशज्ञानं अनुमितिज्ञाने पर्वतः वह्निमान् इति अनुमितिज्ञाने हेतुः इदानीं भासते वा न वा पर्वतः वह्निमान् इति वाक्ये धूमः इति पदं श्रूयते वा न वा न तर्हि इति कृत्वा एव अत्र उदाहरणं न स्वीकृतम् अत्र अस्माभिः किम् अवगन्तव्यम् अस्तु ऐ से लिटिल् बिट् यु सी यु हाव् टु हाव् ए बिग् मानचित्र इन् फ्रण्ट् आफ् यू अत्र गते पुटे चित्रद्वयं दत्तमस्ति खलु तद् मनसि स्थातव्यम् अनुमितौ साध्यमस्ति पक्षः अस्ति परामर्शे साध्यमस्ति व्याप्तिः अस्ति हेतुः अस्ति पक्षः अस्ति इति मनसि भवेत् एते विषयाः मनसि भवेत् तर्हि प्रत्येकम् अत्र पक्षस्य अपेक्षया हेतुः प्रकारः अस्ति हेतोः अपेक्षया व्याप्तिः प्रकारः अस्ति व्याप्तेः अपेक्षया साध्यं प्रकारः अस्ति अपि च पक्षे पक्षता अवच्छेदकः प्रकारः अस्ति हेतौ हेतुता अवच्छेदकः प्रकारः अस्ति इति तादृशचित्रं मनसि भवेत् इति एकं तदनन्तरं विशेष्ये सर्वमभ्रान्तं प्रकारे तु विपर्ययः इति अपि मनसि भवेत् इत्युक्ते विशेष्ये यदा कदापि भ्रमः न वक्तुं शक्यते सर्वदा प्रकारे एव भ्रमः कल्पनीयः इति द्वितीयविषयः तृतीयं मुद्रा इत्युक्ते प्रकारे तद् अभाववत्ता निश्चयमुद्रया तत्र तत् इत्युक्ते किं प्रतिबद्ध्यज्ञाने यः प्रकारः अस्ति इदानीं प्रतिबद्ध्यज्ञानम् इति अस्माभिः किम् इति तस्य आकारः एतावत्पर्यन्तम् उक्तः केवलं स्थूलरीत्या अत्र चिन्तनं कुर्वन्तः स्मः तर्हि प्रत्येकं प्रकारे अत्र दोषः कल्पनीयः स च दोषः कथं कल्पितुं शक्यते तद् अभाववत्ता निश्चयमुद्रया नो चेत् तदभावव्याप्यवत्ता निश्चयमुद्रया इति तावद् अवगच्छति चेत् पर्याप्तम् इदानीम् उदाहरणं मा स्वीकरोतु किमर्थमिति चेत् कुत्र कुत्र तत्र प्रकारे क्लेशः भवति तस्मिन् प्रकारे क्लेशः भवति तद् अनुसृत्य एव हेत्वाभासः अष्टविधा विभक्ताः सन्ति अग्रे आयसति व्यभिचारः असिद्धिः इति एतत् सर्वम् अस्माभिः आरम्भे किञ्चित् पठितं खलु असिद्धिः तदनन्तरं सव्यभिचारः तदनन्तरं सत्प्रतिपक्षः विरोधः बाधः इति पठितं खलु तर्हि प्रत्येकं हेत्वाभासयोः मध्ये कः भेदः इति चेत् अत्र प्रकारः कुत्र कस्मिन् प्रकारे भ्रमः भवति तद् अनुसृत्य अत्र एषः बाधा एषः बाधः एषः असि एषा असिद्धिः इति वक्तुं शक्यते तर्हि उदाहरणम् इदानीं मा स्वीकरोतु केवलं किम् अवगन्तव्यम् अत्र प्रत्येकम् अत्र ज्ञानद्वयमस्ति प्रथमम् अनुमितिज्ञानं परामर्शज्ञानम् अनुमितिज्ञाने के प्रकाराः सन्ति पक्षता अवच्छेदकधर्मः प्रकारः भवति पक्षता अवच्छेदकः प्रकारः भवति अपि च स्वयं साध्यं प्रकारः भवति साध्यता अवच्छेदकः प्रकारः भवति इति त्रयः प्रकाराः भवन्ति एतेषु प्रकारेषु भ्रमः कल्पयितुं शक्यते इति एकः निश्चयः. अन्यत् परामर्शः, परामर्शे कति विषयाः सन्ति? अत्र पक्षः अस्ति, हेतुः अस्ति, व्याप्तिः अस्ति, साध्यमस्ति. पक्षः सर्वदा मुख्यविशेषः अस्ति इति कृत्वा तत्र भ्रमत्वं यदा कदापि न कल्पयितुं शक्यते. तर्हि प्रकाराः के इति चेत् हेतुः, व्याप्तिः, साध्यम्. तेषु प्रकारेषु भ्रमः कल्पयितुं शक्यते. नो चेत् पक्षत अवच्छेदकः, हेतुत अवच्छेदकः, व्याप्तित अवच्छेदकः, साध्यत अवच्छेदकः, एते सर्वे अपि प्रकाराः अस्ति सन्ति इति कृत्वा तेषु अत्र भ्रमः कल्पयितुं शक्यते. आहत्य दशस्थले भ्रमः कल्पयितुं शक्यते इति आगतं. तावत् अवगच्छति चेत् पर्याप्तम्. इदानीं तेषु विषयेषु, इदानीं हेतोः विषये चिन्तनं. हेतौ प्रकारस्य तत्र अर्थसासत्वं निरूप्य ज्ञानस्य भ्रमत्वं वक्तव्यं. तदनन्तरं तत्र प्रतिबन्धकनिश्चयः, मुद्रा कः इति वक्तव्यं. तदभावत्ता मुद्रया वा, तदभावव्याप्यवत्रा मुद्रया वा इदानीं भ्रमत्वं जातम् इति वक्तव्यम् इति तावत् उक्तं. बुद्धं किं वर्षा भगिनी? महोदय, एकः प्रश्नः अस्ति. हा हा. पक्षत्वे तत्र पक्षत्वे इत्युक्ते किं? पक्षता अवच्छेदकत्वे तत्र भ्रमः न भवितुम् अर्हति इति अग्रे चिन्तयामः. किन्तु इदानीं पक्षः विशेष्यः अस्ति खलु, पक्षः विषयः अस्ति खलु ज्ञाने. पक्षः विषयः अस्ति. हा, पक्षः विषयः. पक्षता अवच्छेदकः पक्षे प्रकारविधया भासते खलु. आम्, तावत् अवगच्छामः. तदनन्तरं तत्र भ्रमः भवति वा नवति वा न वा इति अग्रे चिन्तनं कुर्मः. किन्तु प्रकारः अस्ति खलु. प्रकारः अस्ति एव. प्रकारः अस्ति चेत् तत्र भ्रमः, प्रकारे एव भ्रमः भवति इति अस्माभिः अवित अवहतं च अवबुद्धं खलु. आम् महोदय. इति कृत्वा तादृशम् अहं वदामि. तदनन्तरं भवान् समीचीनतया वदति, किन्तु तदनन्तरं चिन्तयामः. अस्तु, भवान् इदानीं किमर्थं तादृशम् उक्तं? पक्षता अवच्छेदके भ्रमः न भवति यदा कदापि इति किमर्थम् उक्तम्? हा, यदि पक्षता अवच्छेदके भ्रमः भवति तर्हि पक्षे भ्रमः भवति इति आगच्छति इति. उत्तमं. विशेष्ये भ्रमः भवति इति. उत्तमम्, उत्तमम्. इति कृत्वा पक्षता अवच्छेदके यदा कदापि, यद्यपि पक्षता अवच्छेदकः प्रकारविधया भासते, तत्र भ्रमत्वं यदा कदापि न कल्पयितुं शक्यते हेत्वाभासप्रकरणे इति कृत्वा तद् अनन्तरं निष्कासयामः. अतः एव अन्ततो गत्वा नवविशेष्याः इति, नवविशेषणानि इति अत्र ग्रन्थकारः वदति. किन्तु अहं क्रमेण चिन्तयन् अस्मि. अस्तु, भवान् एव अग्रे पठतु महोदय, चतुर्थबिन्दुः. महोदय, अत्र मम एकः प्रश्नः अस्ति महोदय. अत्र शुभ्यां रजतः इति यद् वदामश्चेत् रज्जोः सर्पत्वम् इति वदामः, सर्पः इति वदामः चेत् रज्जोः रज्जुत्वम् अस्ति. यदि रज्जुत्वं न स्वीकृत्य अत्र विशेषता अवच्छेदकः, विशेष्यता अवच्छेदकः सर्पत्वम् इति वदामश्चेत् तत् दोषः भवति किल महोदय? अत्र विशेषत्व अवच्छेदकः धर्मः यदि दोषेण स्वीकुर्मः तर्हि अत्र दोषज्ञानं भवति, भ्रमज्ञानं भवति. इत्युक्ते यद् रमेश् महोदयेन उक्तं तस्य आक्षेपं करोति वा? अस्तु, प्रथमम् इदम् अयं सर्पः इति ज्ञानं प्रत्यक्षेन ज्ञायते. अतः एव अहं किं वदामि, अत्र इदानीम् उदाहरणं न स्वीकुर्मः, केवलम् अत्र मानचित्रं मनसि संस्थापयन्तु, तावदेव. इदानीम् उदाहरणं मा स्वीकरोतु. मानचित्रम् अस्ति अत्र. किं कुर्मः, गते पुटे यद् यदस्ति तत्र इतोपि तदेव अग्रे आयास्यति. अस्तु, अग्रे किञ्चित् प्रतीक्षां करोतु भगिनि, अग्रे चिन्तनं कुर्मः. अस्तु, चतुर्थबिन्दुः पठतु महोदय, रमेश् महोदय. आं महोदय. ततः प्रकरणादौ उक्तः यः षष्ठः विशेषः तद् रीत्या प्रतिबध्य बुद्धौ विशेष्यता अवच्छेदकं प्रकारता अवच्छेदकं च वक्तव्यम्. प्रकरणादौ उक्तः यः षष्ठः विशेष्यः, तर्हि विशेषः, तर्हि तद्रीत्या प्रतिबध्य बुद्धौ षष्ठः इत्युक्ते तत्र यत् दत्तमस्ति पक्षः, हेतुः, व्याप्तिः, न प्रतिबन्धकत्वम् इति चिन्तितं खलु. प्रतिबन्धकत्वं को नाम प्रतिबन्धकत्वम् इति, तत्र षड् बिन्दवः अस्माभिः अधीताः. तद्रीत्या प्रतिबध्यबुद्धौ विशेष्यतावच्छेदकं प्रकारतावच्छेदकं च वक्तव्यं भवतु. अत्र अग्रे अग्रे पठेम, एतत् सर्वम् अभ्यासं कुर्मः तदा इतोपि स्पष्टता जायते इति वक्तव्यम् इति उक्तम्. अग्रे ततः बुद्धित्वं प्रतिबद्धता अवच्छेदकतम् अवच्छेदकम् उक्त्वा तदा एव प्रतिबन्धकनिश्चये अपि विशेष्यता अवच्छेदकं प्रकारता अवच्छेदकं च वक्तव्यम्. ततः बुद्धित्वं प्रतिबद्धतावच्छेदकम् अवच्छेदकम् उक्त्वा तदा एव ततः प्रतिबन्धकनिश्चये अपि विशेष्यता अवच्छेदकं प्रतिबन्धकविशेष्य अपि विशेष्यता अवच्छेदकं प्रकारता अवच्छेदकं च वक्तव्यम्. ततः निश्चयत्वं प्रतिबन्धकता अवच्छेदकम् इति उक्त्वा ततः निश्चयस्य कया मुद्रया प्रतिबन्धकत्वम् इति वक्तव्यम्. ततः एतत् प्रकरणादौ उक्तः यः चतुर्थः विशेषः तद्रीत्या निश्चयी विषयीभूताः पदार्थाः प्रकारात् आरभ्य विशेष्यपर्यन्तं वक्तव्यः. सः एव भवति अस्माकम् इष्टः हेत्वभासो नाम. हेत्वभासपदं हेतुम् उत्सृज्य कथम् अमुं पदार्थं बोधयति इति अनुपदम् एव स्पष्टी भविष्यति. अस्तु, किं कुर्मः अस्मिन् विषये इदानीं न चिन्तनं कुर्मः. किमर्थमित्युक्ते उदाहरणं स्वीकृत्य वदामश्चेदेव अत्र अवबोधः जायते, किन्तु अग्रे उदाहरणानि पश्येम, तदा अनेन क्रमेण अत्र हेत्वादवस्य निरूपयामः इति तत्र चिन्तयामः. अग्रे पठतु महोदय. तथा च एतादृशक्रमेण सर्वेषु हेत्वभासेषु प्रकारीभूतस्य विषये विशेष्ये असत्त्वनिरूपणात् प्रभृतिनवानां विषयाणां क्रमेण निरूपणं सम्प्रदाय सिद्धं क्रियते चेत् अवश्यम् अयं विषयः करतलगतामलकवत् भासेत इति नः विश्वासः. तदत्र विशेषणानि आदौ गणयामः. अस्तु, अग्रे. हेत्वंशे कस्य कस्य भ्रमः? हेत्वंशे कस्य कस्य भ्रमः? चित्रं पठनीयं वा महोदय? हा, हेतुः अभावः वृत्तित्वम् अधिकरणम् अभावः उपरि उपरि किं लिखितमस्ति वामभागे पूर्वपक्षव्याप्तिः पूर्वपक्षव्याप्तेः आकारः कः हेतु अभाववृत्तित्वं वृत्तित्वं विवृत्तित्वस्य वृत्तित्वे अधिकरणस्य अभावः साध्यम् अत्र मा चेत् साध्य अभाववत् अवृत्तित्वं साध्य अभाव उपरिष्टात् वक्तव्यं साध्य अभाववत् अवृत्तित्वम् इति पूर्वपक्षिव्याप्तिः खलु साध्य अभाववत् अवृत्तित्वं नो चेत् साध्य अभाववत् वृत्तित्वाभावः वृत्तित्वाभावः वृत्तित्वाभावः इति अनुक्त्वा अवृत्तित्वम् इति उक्तं तावदेव साध्य अभाववत् अभाववत् इति अधिकरणम् इत्यस्मिन् स्थाने वत् इति स्थापितं तत्तु प्रत्यय साध्य अभाववत् अवृत्तित्वम् इति व्याप्तिः पूर्वपक्षव्याप्तेः लक्षणं स च व्याप्तिः कुत्र भवेत् हेतौ भवेत् हेतौ भवेत् खलु अस्तु इदानीं सिद्धान्तव्याप्तिः सिद्धान्तव्याप्तेः आकारः मनसि अस्ति वा हेत्वधिकरणनिष्ठ इति अस्तु हेत्वधिकरणनिष्ठ अत्यन्त अभाव अप्रतियोगी साध्यसामानाधिकरण्यम् एतद्द्वयं कण्ठस्थीकुर्वन्तु महान् उपयोगाय भवति व्याप्तिः निरूपणाय यत्र यत्र साध्यं तत्र तत्र यत्र यत्र हेतुः तत्र तत्र साध्यम् इति यत्र यत्र यत्र सर्वत्र अस्माभिः द्रष्टुं शक्यते इति कृत्वा व्याप्तेः लक्षणमुक्तं पूर्वपक्षव्याप्तिः सर्वत्र कार्यं करोति केवलं केवलान्वयस्थले तत्र न कार्यं करोति केवलं केवलान्वयस्थले पूर्वपक्षव्याप्तिः न सङ्गच्छते इति कृत्वा अत्र सिद्धान्तव्याप्तिः अपि उक्ता अस्ति इति तर्हि हेत्वधिकरणनिष्ठ पश्यतु हेतु अधिकरणवृत्तित्वमिति हेत्वधिकरणनिष्ठ नो चेत् वृत्ति अत्यन्त अभाव नो चेत् अभाव प्रतियोगित्वाभावः अप्रतियोगित्वं हेत्वधिकरणनिष्ठ अत्यन्त अभाव अप्रतियोगी साध्य सामानाधिकरण्यं साध्य अधिकरणं साध्यस्य अधिकरणमस्ति तस्मिन् हेतोः वृत्तित्वं भवेत् तर्हि साध्यसामानाधिकरण्यम् इति सिद्धान्तलक्षणमस्ति हेत्वधिकरणनिष्ठ हेत्वधिकरणनिष्ठ अत्यन्त अभाव अप्रतियोगी साध्यसामानाधिकरण्यम् इति सिद्धान्तव्याप्तेः लक्षणमस्ति तादृशव्याप्तिः हेतौ भवेत् इति चेत् अत्र तर्हि तादृशहेतुः एव परामर्शे अस्ति खलु इति कृत्वा अत्र ये अंशाः सन्ति तत्र कुत्रचित् अस्माभिः भ्रमः कल्पयितुं शक्यते हेत्वंशे कस्य कस्य भ्रमः इति तदेव अत्र उक्तम् परामर्शविषयः अत्र पूर्वपक्षव्याप्तिः सिद्धान्तव्याप्तिः तर्हि व्याप्त्यंशे इत्युक्ते हेतौ गुणद्वयं भवेत् खलु एकं तु व्याप्तिः अन्यत् तु पक्षधर्मता व्याप्त्यंशे हेतुं स्वीकृत्य हेत्वंशे व्याप्तौ कुत्र कुत्र दोषः भवितुम् अर्हति इति बोद्धुम् एतत् चित्रम् अग्रिमचित्रं परिशीलयतु महोदय अग्रिमपुटे रमेश महोदय श्रूयते वा महोदय हा हा इदानीं श्रूयते हेतुता अवच्छेदकम् अवच्छेदकं हेतौ अस्ति परामर्शः परामर्शस्य विषयः अस्ति परामर्शस्य विषयः अस्ति तर्हि अत्र हेतुता अवच्छेदकत्वं हेतुता अवच्छेदकः हेतौ नास्ति इति निरूपयामश्चेत् अत्र निरूपितं जातं भवति, तदभावता निश्चयः भवति खलु इति कृत्वा हेत्वंशे, तर्हि हेतुः परामर्शे विषयः, हेतौ व्याप्तिः भवेत्, हेतौ पक्षधर्मता भवेत्। तर्हि पक्षधर्मता इति स्वीकुर्मश्चेत् अत्र हेतुः विशेष्यः भवति, हेतुता अवच्छेदकः प्रकारः भवति। तर्हि हेतुता अवच्छेदके, हेतुता अवच्छेदकं हेतौ नास्ति इति निरूपयामश्चेत् अत्र हेत्वाभासः निरूपितः भवति। नो चेत् व्याप्तिः, व्याप्तौ ये विषयाः सन्ति, पञ्चविषयाः सन्ति व्याप्तौ, साध्यम् अभावः, अधिकरणं, वृत्तित्वम् अभावः इति, तत्र यस्मिन् कस्मिंश्चित् अत्र असत्त्वं निरूपयामश्चेत् तत्र हेतु हेत्वाभासः निरूपितः भवति इति उक्तम्। तर्हि यानि विषयाणि अस्माभिः अधीतानि तत्सर्वम् इदानीं मनसि अत्र मानचित्ररूपेण भवेत्। तदनन्तरम् इदानीं यदा अग्रे बाधः वा यत्किमपि उदाहरणं पश्येम, कुत्र क्लेशः भवति इति स्पष्टतया वक्तुं शक्यते। तदा करतलगत आमलकवत् अत्र क्लेशः कः इति भासते इति उक्तम्। अस्तु, अग्रे शिवरामहोदय पठति वा त्रिभिः चित्रैः इति आरभ्य। आम् महोदय, त्रिभिः चित्रैः न त्रिभिः चित्रैः इदं ज्ञायते यत् हेतुं विशेषीकृत्य त्रयाणां पदार्थानां भानं भवति, तत्रापि अनुमितौ हेतुः न विषयः, अतः तद्दंशे अनुमितेः भ्रमत्वं न सम्भवति इति परमार्श एव भ्रमरूपे ते भासन्ते। ते च साध्याभावान्निरूपितवृत्तित्वाभावः पूर्वपक्षव्याप्तिः आद्यः हेत्वाधिकरणवृत्ति अत्यन्त अभावप्रतियोगी साध्य सामान्याधिकरणं सिद्धान्तव्याप्तिः द्वितीयं क्वचित् हेतु अवच्छेदकम् अपि तृतीयम् इति त्रयः पदार्थाः। स्वशब्दैः वदति वा अत्र एतत् सर्वम् अस्माभिः चिन्तितम् इदानीमेव। तर्हि अत्र त्रयः पदार्थाः के? अपि च कुत्र? पूर्वपक्षव्याप्तिः अस्ति वा प्रथमम्? हा सत्यं, पूर्वपक्षव्याप्तिः, पूर्वपक्षव्याप्तिः व्याप्तिः पूर्वपक्षव्याप्तिः इति एकः पदार्थः। द्वितीयं सिद्धान्तव्याप्तिः, सिद्धान्तव्याप्तिः इति द्वितीयं। तृतीयं हेतु अवच्छेदकं वा? हेतुता अवच्छेदकं, हा हेतुता अवच्छेदकं, हेतुता अवच्छेदकम् इति त्रयः पदार्थाः कुत्र कुत्र सन्ति? एते त्रयः पदार्थाः हेतौ सन्ति खलु, अपि च इदानीं हेतुः विशेष्यः अस्ति, विशेष्यः यदा कदापि भ्रमः भ्रमात्मकं न भवति इति कृत्वा, यदि हेतौ भ्रमं कल्पनीयं तर्हि भ्रमः कल्पनीयः, तर्हि पूर्वपक्षिव्याप्ते व्याप्तौ नो चेत् सिद्धान्तव्याप्तौ नो चेत् हेतुता अवच्छेदकं हेतुता अवच्छेदके असत्त्वं निरूपणीयं, पूर्वपक्षिव्याप्तिः हेतौ नास्ति इति निरूपणीयं, नो चेत् सिद्धान्तव्याप्तिः हेतौ नास्ति इति निरूपणीयं, नो चेत् हेतुतः अवच्छेदकं हेतौ नास्ति इति निरूपणीयम्, असत्त्वं निरूपणीयम्। अस्तु अग्रे महोदय। तथा च हेतुं विशेषीकृत्य त्रीन् पदार्थान् अवगाह्य त्रयः भागाः सम्भवन्ति, त्रयः भ्रमाः सम्भवन्ति इति आगतम्। तदेव अत्र उक्तं खलु, नूतनं किमपि नास्ति न। तर्हि हेतौ पूर्वपक्षिव्याप्तिः नास्ति इति एकः भ्रमः, हेतौ सिद्धान्तव्याप्तिः नास्ति इति एक द्वितीयः भ्रमः, हेतौ हेतुतः अवच्छेदकं नास्ति इति तृतीयः भ्रमः। अस्तु इति हेत्वंशे एतेषु विषयेषु भ्रमः कल्पयितुं शक्यते। अग्रे पक्षांशे भ्रमः पठतु महोदय। पक्षांशे भ्रमः, सम्प्रति पक्षम् आदाय कस्य भानं सम्भवति इति क्रमेण पश्यामः। चतुर्भिः चित्रैः इदम् आयातं यत् पक्षं विशेष अग्रे पठनात् पूर्वं चित्रं परिशीलयति वा। अनुमिति पक्षः तथा साध्यम् अनुमिति अत्र अनुमितिज्ञाने के के विषयाः सन्ति इति उक्तम्। अत्र किमस्ति अनुमितिज्ञाने? पक्षः तथा साध्यम्। उत्तमम्। अत्र विशेष्यः कः? पक्षः इति विशेषः न? उत्तमम्। तर्हि विशेष्ये भ्रमत्वं न कल्पयितुं शक्यते खलु? विशेष्ये भ्रमत्वं न कल्पयितुं शक्यते। तर्हि साध्ये अत्र भ्रमत्वं कल्पयितुं शक्यते। अस्तु, तदनन्तरं परामर्शः। परामर्शः अत्र पक्षः तथा हेतुः, पक्षः तत्र विशेषः पक्षः। तर्हि हेतौ अत्र भ्रमः कल्पयितुं शक्यते। आम्। अस्तु तृतीयं परामर्शः। परामर्शः पक्षः तथा पक्षता अवच्छेदकं विशेषपक्षः। तर्हि अत्र विशेषः पक्षः, तर्हि पक्षता अवच्छेदके भ्रमत्वं कल्पयितुं शक्यते। आम्। नो चेत् अनुमितिः। अनुमितिः पक्षः तथा पक्षता अवच्छेदकम्, तत्र पक्षता अवच्छेदकं मध्ये भ्रमः तत्र कल्पितुं शक्यते। किमर्थम् अत्र चत्वारि चित्राणि दत्तानि सन्ति इति चेत्, पक्षः परामर्शे अस्ति अपि च अनुमितौ अपि पक्षः अस्ति खलु विशेष्यत्वेन इति कृत्वा अत्र पक्षे साध्यं नास्ति इति कल्पयितुं शक्यते, पक्षे हेतुः नास्ति इति वक्तुं शक्यते, नो चेत् पक्षे पक्षधर्मता नास्ति तस्मिन् अंशे भ्रमः कल्पयितुं शक्यते इति आगतम्। अस्तु अग्रे पठतु महोदय। चतुर्भिः चित्रैः इदम् आयातं यत् पक्षं विशेषं कृत्वा त्रयः पदार्थाः प्रकाराः भवन्ति, तत्र अनुमितौ साध्यं, परमार्शे हेतुः, पक्षांशे भासते। पक्षता अवच्छेदकं तु अनुमितौ, परमार्शे च पक्षे प्रकारः इति चत्वारः भ्रमाः सम्भाव्यन्ते। किन्तु पक्षता अवच्छेदकं समानमेव, आहत्य त्रयः विषयः एव अत्रापि। अस्तु अग्रे तृतीयम्। तृतीयं विशेषं तु साध्यं, साध्यता अवच्छेदकस्यैव विशेषणविधया भानात् तावत् मात्रस्य भ्रमः सम्भवति इति अनेन चित्रेण आगतम्। अस्तु अत्र चित्रमस्ति पार्श्वे, परमार्शः तस्य साध्यं तथा साध्यता अवच्छेदकं, तत्र साध्यम् इति विशेष साध्यता अवच्छेदकं मध्ये भ्रमः भवितुम् अर्हति। एवम् अनुमितौ अपि साध्यमस्ति खलु विशेषविधया भासते। तत्र साध्यता अवच्छेदकं वस्तुतः अनुमितौ साध्यं प्रकारः अस्ति, किन्तु साध्यं विशेष्यमिति स्वीकुर्मश्चेत् तत्र साध्यता अवच्छेदकः प्रकारः भवति तथा च सो आहत्य इदानीं अस्माभिः सर्वं चिन्तितम् एकवारं गणनं करोति वा अत्र हेत्वं विषये त्रिषु विषयेषु प्रश्नाः भवन्ति ते के इति वदति त्रिषु पदार्थेषु भ्रमः कल्पयितुं शक्यते ते के इति वदति वा साध्यं हेतुः तथा साध्यता अवच्छेदकं न हेत्वंशे इदानीं हेत्वंशे हेतु हेत्वंशे पूर्वपक्षव्याप्तिः सिद्धान्तव्याप्तिः हेतु अवच्छेदकम् इति हेतुता अवच्छेद त्रिषु प्रकारेषु अत्र कल्पयितुं शक्यते उत्तमं पक्षांशे पक्षांशे अनुमितौ पक्षांशे साध्यम् इदानीम् अनुमितिः इति त्यजतु अनुमितिः परामर्शः आहत्य पक्षांशे त्रिषु पदार्थेषु कल्पयितुं शक्यते आमां हा ते के इति वदति वा पक्षांशे पक्षतावच्छेदकं साध्यं तथा हेतुः वा सत्यं सत्यम् अपि च अन्ततो गत्वा साध्ये किं साध्ये साध्यता अवच्छेदकं हा तर्हि निगमनरूपेण अहं वदामि अत्र किम् अधीतम् अत्र सामान्यतया वक्तुं शक्यते हेतौ पूर्वपक्षः व्याप्तिः नास्ति हेतौ सिद्धान्तव्याप्तिः नास्ति हेतौ हेतुता अवच्छेदकं नास्ति इति त्रयः भ्रमाः तदनन्तरं पक्षे साध्यं नास्ति पक्षे हेतुः नास्ति पक्षे पक्षतावच्छेदकं नास्ति इति त्रयः भ्रमाः तदनन्तरं साध्ये साध्यतावच्छेदकं नास्ति इति आहत्य सप्तविषयाः सन्ति तेषु यत्र कुत्रापि नास्ति इति निरूपयितुं शक्यते चेत् इदानीं हेत्वाभासः निरूपितः भवति किन्तु उदाहरणं स्वीकृत्य इदानीं न चिन्तितं तर्हि अग्रे मा चिन्तयतु तदेव विषयः भवति यदा प्रत्येकं हेत्वाभासविषये चिन्तनं कुर्मः तदा अस्मिन्नेव विषये भवति किन्तु स्थूलरीत्या यदि कुत्रचित् हेत्वाभासः कल्पनीयः तत्र कथं कर्तुं शक्यते इति चेत् हेतौ पूर्वपक्षव्याप्तिः नास्ति हेतौ सिद्धान्तव्याप्तिः नास्ति हेतौ हेतुतावच्छेदकं नास्ति पक्षे साध्यं नास्ति पक्षे हेतुः नास्ति पक्षे पक्षतावच्छेदकः नास्ति नो चेत् साध्ये साध्यतावच्छेदकः नास्ति इति सप्तविषयाः भ्रमत्वेन निरूपयितुं शक्यते इति उक्तम् अस्तु एकं निमिषमस्ति तर्हि पूरयामः स्वामी महोदय पठति वा एका शङ्का अस्ति महोदय अत्र हा पूर्वपक्षव्याप्तिः हेतौ नास्ति इति ब्रह्मज्ञानस्य कारणम् इति भवता अत्र दत्तमस्ति अपि हेतौ सिद्धान्तव्याप्तिः नास्ति चेदपि तदेव परन्तु पूर्वपक्षव्याप्तिः किमर्थं स्वीकृतं सिद्धान्तव्याप्तिः इति वदामः चेत् तत् पर्याप्तं किल पूर्वपक्षव्याप्तिः इति सब्सेट् एव भवति किल महोदय सिद्धान्तव्याप्तेः सत्यं सत्यं किन्तु सरलता अस्ति इति कृत्वा सरलता अस्ति इति कृत्वा बट् अनैयिकाः लाघवप्रियाः किल महोदय किमर्थं वै आर् वि टेकिङ्ग् सम्थिङ्ग् विच् इस् रिटर्नेण्ट् न न अत्र ग्रन्थकारः किं करोति पूर्वपक्षिव्याप्तिः केवलं केवलान्वयस्थले न कार्यं करोति किन्तु पूर्वपक्षव्याप्तौ सौलभ्यमस्ति इट् इस् वेरि ईज़ि तर्हि सम्पूर्णतया न त्यजति यद्यपि एकस्मिन् सन्दर्भे क्लेशः अस्ति किन्तु पूर्वपक्षव्याप्तौ अत्र सौलभ्यमस्ति इति कृत्वा यत्र यत्र पूर्वपक्षव्याप्तिः कार्यं करोति तत्र लाघवमस्ति इति कृत्वा पूर्वपक्षव्याप्तिं स्वीकृत्य व्याप्तिः निरूपयति, तर्हि सम्पूर्णतया न त्यजति, केवलं केवलान्वयस्थले सिद्धान्तव्याप्तिः स्वीकरोति इति कृत्वा इदानीम् अस्माकं समग्रचिन्तनं जायमानमस्ति. पूर्वपक्षव्याप्तिं न त्यजन्ति नैयायिकाः, केवलं तत् परिशील्य केवलान्वयस्थले केवलान्वयस्थले न कार्यं करोति इति निरूपितम्. अपि च सिद्धान्तव्याप्तिः सर्वत्र कार्यं करोति इति चिन्तितं, किन्तु सिद्धान्तव्याप्तिसाधने अत्र लाघवं नास्ति, गौरवमस्ति, बहु किमपि वक्तव्यमस्ति. हेत्वधिकरणनिष्ठ अत्यन्त अभाव अप्रतियोगी साध्य सामानाधिकरण्यम् इति बहवः पदार्थाः तत्र निरूपणीयाः भवन्ति इति कृत्वा लाघवत्वेन पूर्वपक्षव्याप्तिमेव सर्वत्र स्वीकरोति ग्रन्थकारः. केवलम् अत्र अस्माभिः बोध्यं किं केवलान्वयस्थले न कार्यं करोति, तर्हि यत्र केवलान्वयी अनुमितिं करोति तत्र सिद्धान्तव्याप्तिं प्रयोगं करोतु इति ग्रन्थकारस्य आशयः अस्ति. हा हा पूरयामः. अस्तु स्वामी महोदय पठति वा. तथा च परामर्शे हेत्वांशे पूर्वपक्षव्याप्तिः सिद्धान्तव्याप्तिः हेतुता उच्छेदकम् अनुमितौ पक्षांशे परामर्शे पक्षांशे परामर्श पठतु महोदय. अनुमितौ पक्षांशे साध्यम् ओ एकं चतुर्थी इति दत्तं. हा तदेव चतुर्थः विषयः इत्युक्ते अत्र इदानीं गणनं करोति नवस्थलेषु भ्रमः कल्पयितुं शक्यते इति. हा तादृशं पठतु. अनुमितौ पक्षांशे साध्यम् अनुमितौ पक्षांशे साध्यं परामर्शे पक्षांशे हेतु परामर्शे पक्षांशे पक्षतावच्छेदकम् अनुमितौ पक्षांशे पक्षतावच्छेदकम् परामर्शे साध्यांशे साध्यतावच्छेदकम् अनुमितौ साध्यांशे साध्यतावच्छेदकम् इति आहत्य त्रिषु विशेष्येषु नवविशेषणानि भासन्ते इति आगतं. तत्रापि परामर्शे अनुमितौ च उभयत्रापि पक्षता अवच्छेदकस्य एकस्यैव पक्षे भानम् एकविधम् एवम् उभयत्र साध्यता अवच्छेदकस्य एकस्यैव साध्ये भानम् एकविधम् इति च चिन्तने सप्त एव विशेषणानि इति पर्यवसितम्. अत्र अष्टमविशेषणं नवमविशेषणं समानमस्ति, षष्टविशेषणं सप्तमविशेषणं समानमस्ति इति कृत्वा इफ् यु हेव् टु टेक् द युनीक् विशेषणानि तर्हि सप्तविशेषणानि भवन्ति खलु. तर्हि सप्ते सप्तसु विशेषणेषु असत्त्वं निरूपयामश्चेत् हेत्वाभासः निरूपितः भवति इति आगतम्. अस्तु अत्र स्थगेम. सर्वेभ्यो नमस्कारः, धन्यवादाश्च.